नमो नमः, आरम्भं करोतु चम्पा। पल्लवी वदामि। ओ ओके, वदतु। ॐ श्री गणेशाय नमः, ॐ श्री सरस्वत्यै नमः, ॐ श्री गुरुभ्यो नमः। येनाक्षरसमाम्नायमधिगम्यं मुनीश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। धन्यवादः, सुप्रभातम् अथवा शुभदिनं सर्वेषां कृते स्वागतम्। अद्य अहं किञ्चित् परिवर्तनं करिष्यामि। हा, प्रतिवारं वदामि अस्माकम् अभ्यासविषये अनन्तरं कुर्मः इति, तदनन्तरं तु समयः एव न मिलति। अद्य धातुगणाभ्यासेन आरम्भं कुर्मः। हा, अनन्तरं किं कति वादने अहं वदामि, हा, सपाद सप्तवादने पाठम् आरम्भं कुर्मः, चलति वा? सरस्वती प्रतिभा ओके, परन्तु समयं वदतु। हा सरस्वती, आं भगिनि, 7:15 ओके 7:15 वदति चेत् यत्किमपि सम्पूर्णं कर्तव्यं तत् कृत्वा अस्माकं पाठस्य आरम्भं कर्तुं शक्नुमः। कारणं गत अवसरे वयं किमपि नूतनम् आरम्भं कृतवन्तः एडवेञ्चरस् इति उक्त्वा, तस्यापि किञ्चित् अग्रे घटामारोपाय कर्तव्यं। 7:15 अतः सरस्वती समयं भवती पश्यति, पूर्णिमा अपि आगतवती। ओके, एते सर्वे पृष्टवन्तः न, अद्य धातुगणाभ्यासेन आरम्भं कुर्मः। ओके, सिद्धाः सर्वे? आं भगिनि। आं सिद्धा नास्मि महोदय। सिद्धा न, ओके, चलति, भवत्याः पर्यायः आगच्छति चेत् अग्रे गच्छामि। ओके, अद्य एव। अनिल्, ओ हो अनिल् न, अनिल् न, भागीरथी न जानामि, चम्पा भवती आरम्भं करोतु। पूर्वपर्यन्तं वयं कृतवन्तः, स्मरणे अस्ति वा चम्पा महोदय? चम्पा उत्तरं न ददाति। चन्द्रमस्ति, दीपाराजगोपाल् जया भवती स्मरति? न भगिनि, लास्ट् क्लास् कण्णम्मा जानाति कुतः आरम्भं कर्तव्यम्? नमस्ते महोदय। आम् धातुगणाभ्यासः। ओ, शेर् स्क्रीन् कृतवती वा? न, शेर् स्क्रीन् न कृतवती, एकनिमिषं, हा, अहं शेर् स्क्रीन् करोमि। ओके ओके, अभ्यासः अत्र अस्ति। कियत्पर्यन्तं वयं कृतवन्तः? लास्ट् वन् ऐ थिङ्क् ऐ हाव् भिनत्ति, भिद् भिनत्ति, भिद् दातु भिनत्ति, भिनत्ति, तावत्पर्यन्तं कृतं। हा हा, अस्तु, कृतं वा न कृतं? कृतं, भिद् भिद् भिनत्ति कृतं, कृतं। स्क्रीन् न दृश्यते महोदय। अरे स्क्रीन् न दृश्यते, दृश्यते इदानीं दृश्यते अस्तु दृश्यते अनिल् नो ऐल् रीलाग् ओके ओके अन्ये येषां कृते समस्या अस्ति सर्वे पश् द्रष्टुं शक्नुवन्ति आं दृश्यते आं भगिनि भगिनि महोदया भगिनी न जानामि उमा अस्ति मम नाम आवयतु नाम उपयोगं कृत्वा ओके इदानीं पू पुन पुनाति भिद्भिनति समाप्तं दरिद्रा दरिद्राति क्षणं भवती वदतु वा अस्तु कृतं वा ब्र शृणोति वा महोदय मम ध्वनिः शृणोति वा सर्वं शृणोमि दरिद्रा दरिद्रा दरिद्रा दरिद्रा दृश्यते दरिद्राति द्वितीयगण द्वितीयगणः अस्ति अदादिगणः विकर्णप्रत्ययः नास्ति अतः द्वितीयगणीय अतः द्वितीयगणः अदादिगणः अग्रे इदानीं पश्यामि कस्याः नाम सीतालक्ष्मी सीतालक्ष्मी अस्ति वा अस्ति महोदय अग्रिम वदतु भाज् भाज् अस्ति अरे एतत् बहु सरलमस्ति दशमगणः चुरादिगणः किमर्थं लाजिक् वदतु विकरणप्रत्ययस्य मूलरूपं शप् निच् इति निच् प्रत्ययः न भवत्याः स्पष्टीकरणं सम्यक् नास्ति अहं सन्तुष्टा भाज्यते भाज् मूलरूपं भाज् प्लस् अयते भाज्यते अय अयविकरण अय् विकरणप्रत्ययः भाज्यते भाज्यते किं कर्तव्यं भाज्यं मूलरूपं निष्कासनं प्रथमं करोतु महोदय लट्लकारे भाजयति ततः प्रत्ययस्य मैनस् करोतु किम् अवशिष्टं भवति न कार्यं केवलं तिङन्तप्रत्ययस्य निष्कासनं तदा किम् अवशिष्यते भा ऐ एकनिमिषं ते भाज्यते न भवत्याः लाजिक् सम्यक् नास्ति इदानीं शप् अस्माकं हस्ते किम् अस्ति भाज् इति धातु अस्ति भाज् धातु अस्ति तदनन्तरं लट् लकार प्रथमपुरुष एकवचनरूपमस्ति भा ओके इदानीं कथं वयं निर्णयं कुर्मः कस्मिन् गणे अस्ति तदर्थं किं कुर्मः प्रथमकार्यं टी निष्कासयामः ओके किमर्थं कारणं तदस्ति तिङन्तप्रत्ययः आवश्यकं नास्ति अतः अवशिष्टरूपं किं वा ज य अहं निष्कासितवती इदानीं द्वितीयम् अहं किं निष्कासयामि भाज् यदा अहं भाज् अपि निष्कासयामि तदा किम् अवशिष्टं भवति जयति जयकथं यदा अहं भाज् अपि निष्कासयामि भाज् अपि निष्कासयामि भाजय मैनस् भाज् किम् आगच्छति अय अय न अय कस्मिन् गणस्य विकरणप्रत्ययः अस्ति दशमगणस्य एवं स्पष्टीकरणं कर्तव्यम् ओके तदा स्मरणे सम्यक्तया तिष्ठति अग्रिम अवसरे समस्या न भवति अवगतम् अवगतम् ओके ओके पद्मनाभन् राजु भवान् सिद्धः अस्ति हा महोदय अहं बेङ्गलूरुनगरे अस्मि हा किम् उक्तवान् स्पष्टतया न श्रुतं पुनः अहं वदामि वा हा वदतु भवतः पर्यायः ओ मम वर्गे सर्वे किमपि वक्तुं तु अहं पर्यायेण गच्छामि अधिकजनाः अस्ति चेत् किञ्चित् क्लेशः भवति हा अहं दर्शयामि हा इदानीं मन् मन्यते इति अस्ति हा भाज् तु समाप्तम् इदानीं मन् मन्यते हा स्पष्टतया वदतु यत् अहं दर्शितवती तदनुगुणं वदतु हा मन्यते अहं चिन्तयामि दिवादिगणे अस्ति वा ओके किमर्थम् अहम् अपि वदामि मन् धातुः अस्ति तिङ् अत्र प्रथमपुरुष लट् लट् काले प्रथमपुरुषस्य एकवचनस्य विवक्षायां तिप्प्रत्ययः अस्ति धातो तिप्प्रत्ययोः मध्ये कर्तरिप्रयोगे कर्तरिशप् विहितः कर्तृशप् इति सूत्रेण सप् प्रत्ययः विहितः अत्र मन् योगे सारि सप्पं प्रपाद्य दिवादिभ्यः शन् इति शन् प्रत्ययः विहितः मन् योगे शन् योगे तिप् अत्र शन् इति प्रत्ययस्य सकारः लसकृतदित इति सूत्रेण सकारः ईस्तन्यां भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति एकनिमिषं हा तावत्पर्यन्तं वयं न पठितवन्तः क्षम्यतां क्षम्यतां क्षम्यतां मन् मन् योगे शन् योगे अस्ति अत्र सकारः तकारः सकारः नकारः इत्संज्ञां भूत्वा अपगच्छति आकृतिरूपं यकारः अस्ति स्पष्टीकरणम् इदानीम् अहं पश्यामि तत्तु वयं न कृतवन्तः वयम् इदानीं न पठितवन्तः मन् योगे य योगे ते मन्यते इति रूपं सिद्ध्यति मन्यते इति अस्ति हा तदव अहम् उपरि दर्शितवती भाज् भाजयति तदेव रीतिः उपयोगं कृत्वा वदतु प्रथमं किं निष्कासयामि हा प्रथमं मैनस् किं करोमि तिङन्तप्रत्ययः ओके अतः अत्र तिङन्तप्रत्ययः किम् अस्ति तिङन्तप्रत्ययः ते अस्ति अस्ति अतः ते निष्कासयामि चेत् किम् अवशिष्यते मन्य मन्य इदानीं पुनः अहं किं निष्कासयामि मम धातु यकारः निष्कासयामि न धातु किम् अस्ति धातु मन् अस्ति मन् न अतः मन् अपि निष्कासयामि पश्यतु न कथं भवति मन् अपि निष्कासयामि चेत् किम् अवशिष्यते यकारः अवशिष्यते यकारः अवशिष्यते इदानीं निश्चयं करोतु यकार यदा विकरणप्रत्ययः अस्ति कस्मिन् गणे यः दिवादिगणे अस्ति कस्मिन् गणे भवितुम् अर्हति दिवादिगणे भवितुम् अर्हति दिवादिगणे भवितुम् अर्हति कारणं यकारः यत् अवशिष्यते तदस्ति दिवादिगणीयधातोः विकरणप्रत्ययः एवं वयं निर्णयं कुर्मः किमर्थं कारणं वयम् अन्यसूत्राणि अन्यानि सूत्राणि यत् पठितव्यम् अग्रे तद्वयम् इदानीं न पठितवन्तः इदानीं वयं केवलं जानीमः कथं निर्णयं कर्तव्यं गणस्य आधारे ओके भवान् तु अग्रे पठितवान् तत्तु सम्यक् अस्ति तदनुगुणं भवान् मां उत्तरं ददाति परन्तु अन्ये जनाः तत् न पठिताः न क्षम्यतां न यत् अधिकं जानन्ति तत्तु बहु सम्यक् अस्ति परन्तु केचन जनाः ये न जानन्ति ते प्रश्नं तु पृच्छन्ति न अत्र पश्यतु गणानुगुणं विकरणप्रत्ययस्य सम्पूर्णरूपं तदनन्तरम् अवशिष्टरूपं यावत्पर्यन्तं वयं पठितवन्तः धातुगणाभ्यासाभ्यास यत्र आगच्छति तावत्पर्यन्तं तु वयं केवलं धातुगणाः धातुगणपरिचयः गुणः यावत्पर्यन्तं वयं पठितवन्तः तदनुगुणं यदा वयं निर्णयं कुर्मः धातोः गणस्य तदा तु एतदेव वयम् उपयोगं कुर्मः अवगच्छम् अस्तु महोदय अग्रिमसूत्रस्य उपयोगं कृत्वा एतस्य निर्णयं कुर्मः चेत् धातुगणाभ्यासः अनन्तरमेव कर्तुं शक्नुमः ओके अस्तु इदानीं कस्य पर्य पल्लवी ओय महाराणी कमन् जी जयति करोति वा जी जयति सरलमस्ति हा भवत्याः कृते करोतु जानामि तर्हि जी गुण भवति वा इदानीं वयम् अत्र लिखित्वा पश्यामः हा अस्माकं जयति अस्ति जयति प्रथमकार्यं किं निष्कासयामः तिङन्तप्रत्ययः तिङन्तप्रत्ययः इत्युक्ते टि टि तदा किम् अवशिष्यते जय जय जय ओके इदानीं यदा वयं निष्कासयामः किं जी जी इति अस्ति न जी अस्माकं हस्ते जी इति धातु अस्ति परन्तु किं मनसि स्थापनीयं जी अत्र पश्यतु ओ ओके इतोपि एकम् अहम् उद्घाटयामि अरे सर्वं कापि कर्तव्यं गुणः विषये पश्यामः गुणविषये पश्यामः चेत् अत्र किं लिखितमस्ति इ अस्ति चेत् ए भवति उ उ अस्ति चेत् ओ भवति ऋ अस्ति चेत् अर् भवति यावत्पर्यन्तं जानीमः ओके इदानीं मेथमेटिक्स् करोतु मम हस्ते ओके अग्रे लिखामि मम हस्ते जि इति धातु अस्ति परन्तु जय इति अहं पश्यामि ओके आम् हा अतः अत्र किं कर्तव्यम् इति पश्यामि जय इति पश्यामि इकारस्य अय इति भवति तर्हि एकनिमिषं हा इकारस्य अय न भवति एकनिमिषं पल्लवी भवती एव कार्यं करोतु हा इकारस्य स्थाने किम् आगच्छति इकारस्य स्थाने अत्र अय आगच्छति मम हस्ते एकनिमिषं हा मम हस्ते किं किम् अस्ति जकार अधिक इकार हा मम हस्ते जकार अधिकम् इकार अस्ति हा इकारस्य स्थाने किम् आगच्छति यका हा ओ एकनिमिषम् अत्र पश्यतु हा गुणकारि करपत्रं तत्र किं लिखितमस्ति इकारस्य स्थाने एकारः आगच्छति ओके हा इकारस्य स्थाने एकारः ओके तदनन्तरं तदनन्तरं किम् आगच्छति अस्माकं शप् प्रत्ययस्य आगच्छति चेत् किं भविष्यति हा अधिकम् अ किमर्थम् अहं लिखितवती कारणं शप् प्रत्ययस्य अवशिष्टरूपं केवलम् अकारः अस्ति अत्र पश्यतु हा शप् अस्ति चेत् अवशिष्टरूपं केवलम् अकारः अस्ति हा ओके अतः अहम् अ केवलं योजयामि इदानीम् एकार अकारयोः हा सन्धिकार्यं कृत्वा किम् आगच्छति अत्र इदानीम् अत्र आम् इदानीम् अय आगच्छति इदानीं न एकारस्य स्थाने किम् आगच्छति ऐ ऐ तदनन्तरम् अकारः हा वर्णमेलनं कृत्वा किं भवति जय जय हा इदानीं निर्णयं करोतु कस्मिन् गणे अस्ति आम् अविकरणप्रत्ययः अस्ति अतः वादिगणः ओके प्रथमगणः वादिगणः ओके आं धन्यवादः हा इदानीं प्रश्नः अस्ति वा कुत्रापि कस्यापि यावत्पर्यन्तम् अवगतं पूर्णिमा आं भगिनि इदानीं भवत्याः पर्यायः एव धातु किमस्ति हा क्लिश् क्लिश्नाति ओके क्लिश्नाति अत्र न श्रूयते विकरणप्रत्ययः एतत्तु क्लिश्नाति श श अपगच्छति आ एव तिष्ठति न तिष्ठति क्लिश् मध्ये न क्रयादिगण नवमगण सम्यक् हा पि अपगच्छति किमर्थं कारणं तिङन्तप्रत्यय मम हस्ते अस्ति क्लिश्ना तत्र क्लिश् अपि अहं निष्कासयामि किमर्थं तत्तु धातु भागः अस्ति अवशिष्टभागः न अस्ति न विकरणप्रत्ययः नवमगणीय क्रियादिगणस्य अस्ति ओके प्रश्नाः सन्ति हा सर्वम् अवगतम् अग्रे गच्छामि धन्यवादः पूर्णिमा प्रतिभा सुप्रभातं सर्वेभ्यः नमस्ते भगिनि ह्वरति इति अस्ति ह्वरति ओके ह्वरति इति मम हस्ते श्रूयते गुणं भवति प्रथमगणे वा अर् इति आगच्छति ऋकारस्य ओके अर् इति आगच्छति न अतः तत्र गुणकार्यं कृतम् अस्ति पश्यामः गुणविषये कुत्र अस्ति हा ऋ तत्र अर् आगच्छति अर् इति श्रूयते तत्र अर् श्रूयते हर् ह्वरति अतः ति निष्कासयामि चेत् ह्वर इति आगच्छति तत्र अकारः अहं पार्श्वे स्थापयामि वृ एतस्य वर् इति भवति ओके लेखनीयं वा एवमेव अवगतम् लेखनीयं भगिनि लेखनीयं हा ओके चलो कस्य कृते अथवा कस्याः कृते लेखनीयं हा वदतु वदतु कः वा का वदति लेखनीयम् अहं वदामि भगिनि चम्पा ओके समस्या नास्ति हा वदतु यत्र कुत्रापि समस्या अस्ति तत्तु वदति चेत् अहमपि किमपि तु कर्तुं प्रयत्नं कर्तुं शक्नोमि अत्र किमस्ति हो तदनन्तरं एतदस्ति अस्माकं धातु हा अनन्तरं वरति इति अस्ति वरति ओके चम्पा यावत्पर्यन्तम् अवगतम् इदानीं वयं मैनस् कुर्मः किं मैनस् कुर्मः वदतु तिङ् प्रत्ययः इत्युक्ते ति मैनस् कुर्मः किम् अवशिष्यते अत्र एकं तु हस्ते अस्ति अ हा यदा अहं निष्कासयामि अनिष्कासयामि तदा मम हस्ते किम् अवशिष्यते किञ्चित् उल्टीगङ्गा कुर्मः अत्र तदा मम हस्ते ह वृ इति न वृ इति अवशिष्यते ओके ह हकार रेफः अवशिष्यते इदानीम् अहं पश्यामि उपरि ह हकार वृ इति लिखितम् अस्ति अतः तत्र अहं गच्छामि चेत् किमस्ति मम हस्ते हकारः अस्ति वकारः अस्ति तदनन्तरं ऋकारः अस्ति ऋकारः पश्यामि चेत् तत्र गुणकार्यं भवति न ऋकारस्य स्थाने वयं ओ ओ अहं किं कृतवती ओके ऋकारस्य स्थाने वयम् अर् स्थापयामः तदा किं भवति हकारः वकारः तदनन्तरम् अर् इति आगच्छति अवगतम् वकारः वकारः अर् इति अहं वर्णमेलनं करोमि चेत् मम हस्ते किं भवति ह व ऋ क्षम्यतां मम सम्यक्तया न लिखितं ह व ऋ पश्यतु इक्वल् बेलेन्स् हा उपरि अधः एतत् एतत् समानमस्ति अतः मम विकरणप्रत्ययः अ एव अस्ति गुणकार्यमपि अभवत् अतः कस्मिन् गणे भवति द्वादिगणे द्वादिगणे ओके अवगतम् अवगतं भगिनि धन्यवादः स्पष्टं सर्वेषां कृते महोदय एकः प्रश्नः अस्ति पृच्छामि वा महोदय आकार बन्द करो या हरि ओम् अस्ति अस्थाने आर् अभवत् पूरन्दपरे सूत्रेण तत्र मतपि अपरेरा भवति या र परे अभवति कथं जानामि एकनिमिषं हा भवान् यदा उरन्द्रपरः अत्र स्थापयति चेत् अन्ये अस्मिन् विषये किमपि न पठितवन्तः तत्तु महोदय अस्माकं भ्रमा भवति भयमपि भवति महोदय निष्कासयामः तत्सर्वं निष्कासयामः भ्रमः न भवितव्यं भयं न भवितव्यम् ओके इदानीं युगलकिशोर महोदय भवतः प्रश्नः किं मम प्रश्नः अस्ति उरन्दपरसूत्रेण अपरेर आगत अर अभवत् अगुणसंज्ञा अस्ति उरन्दपरे सूत्रेण अर अभवत् अहं ज्ञातुमिच्छामि आर् भवति या र भवति ओके उरन्द्रपरः पूर्वं रकार पूर्वम् आगच्छति या परे आगच्छति सरलमार्गम् इदानीं दर्शयामि उरन्द्रपरविषये मा चिन्तयतु अत्र आगच्छतु अस्माकं करपत्रमस्ति किमस्ति धातुगणपरिचयः इति नाम अस्ति तत्र गुणः इति नाम अस्ति तस्मिन् करपत्रे यदा अहं पश्यामि तदा किं पश्यामि यदा इ अस्ति एकारेण अहं गुणकार्यं करोमि उ अस्ति चेत् उकारेण गुणकार्यं ऋ अस्ति चेत् अर् इति उपयोगं कृत्वा अहं गुणकार्यं करोमि अत्र पश्यतु अत्र अदा मम यदा मम किम् अस्ति हकार तदनन्तरं वृ अस्ति अत्र हकार अस्ति मम हस्ते वकार अस्ति मम हस्ते ऋकार अस्ति मम हस्ते ओके इदानीं ऋकारस्य स्थाने अर् लेखनीयम् इति उक्तम् अस्ति अस्माकं करपत्रे आम् लिखितमस्ति लिखितमस्ति एतत्तु स्पष्टमस्ति अतः अहं साक्षात् किं करोमि कापि करोमि ऋकारस्य स्थाने अर् इति अहं लिखामि ओके तदा किं भवति मम हस्ते हकारः अस्ति वकारः अस्ति ऋकारस्य स्थाने अहम् अर् स्थापयामि अवगतम् अत्र तु उरन्दपरविषये तु समस्या एव नास्ति आगच्छति महोदय एग्री आन् देट् पायिण्ट् किमत अर् अभवत् तद्मध्ये आद्यन्तो टकितो भवति भवता एक सूत्रमस्ति भवती जानाति तु तत्र आद्यन्तो टकितो मत कि टकारोऽस्ति तु भवति तु आदि भवति ककारमध्ये यदि संज्ञा भवति तु परे भवति सेम् अहं ज्ञातुमिच्छामि अर् अभवत् उरन्दपर सूत्रेण अर् तु अभवत् लेकिन् रकार परे किं कारणे आगतं कस्मिन् सूत्रम् अस्ति किम् न स्थाने आगच्छति ऋकारस्य स्थाने केवलं ऋकारस्य गुणकार्यं भूत्वा अर् आगच्छति ओके अत्र आद्यन्तौ कथितौ एण्ड् आल् वयं तु यावत्पर्यन्तं न कथितवन्तः प्रथमं अतः वयं कोऽपि तस्मिन् विषये न जानीमः परन्तु वयं पठितवन्तः यदा भ्वातिगणीयधातुः अस्ति तदा तु विकरणप्रत्ययः शप् अस्ति यस्य केवलम् अवशिष्टभागः उपयोगं कुर्मः अकारः ओके गुणकार्यं भवति यदा धातोः अन्तिमवर्णः इकारः अस्ति उकारः अस्ति वा ऋकारः अस्ति अस्माकं हस्ते यः धातुः अस्ति तस्य अन्तिमवर्णः ऋकारः अस्ति, तत्तु वयं द्रष्टुं शक्नुमः। तस्य ऋकारस्य स्थाने अर् स्थापयामः, अर् स्थापयामः तदा किं भवति? मम हस्ते हकारः वकारः अर् इति अस्ति, तदा वर्णमेलनेन वर् न हवर न वर् वर् इति भवति। तदनन्तरम् अहं तु अत्र किं कृतवती? गुणकार्यं कृतवती। अतः अहं जानामि मम विकरणप्रत्ययः किं भवति? अ, ओके, अ भवति। रेफ अ यदा अहं योजयामि तदा तु मम हस्ते आगच्छति व र, ओके। तदनन्तरम् अहं किं योजयामि? मम तिङ्प्रत्ययः। तिङ्प्रत्ययः अत्र तु परस्मैपदीप्रत्ययः उपयुक्तम् अस्ति। किमर्थम् अहं तद् वदामि? कारणम् उत्तरं तु दत्तमस्ति अस्माकं करपत्रे, हा, अभ्यासपत्रे पश्यतु, हृ इति दत्तमस्ति, ह्वरति इति अपि वयं पश्यामः। अतः मम आन्सर् मम हस्ते अस्ति, ओके, हा। अतः इदानीम् अहं ति योजयामि चेत् मम किं भवति उत्तरं? ह्व र ति आगतं न? अधः आद्यन्तौ टकितौ उरण्ड्रपरः तत् सर्वं पार्श्वे स्थापयतु। हा, इदानीं केवलं फोकस्, यत् वयं पठितवन्तः तावत्पर्यन्तम् एव अस्माकं प्रश्नस्य उत्तरं दातुं ज्ञानस्य आवश्यकम् अस्ति, ओके, हा। अग्रिमसूत्रस्य ज्ञानस्य आवश्यकं यावत्पर्यन्तं तु नास्ति, ओके, हा। महोदय, समाधानं? आम् महोदय, आम् आम् आम् महोदय, आम्। कारणं भवान् उरण्ड्रपरः तत्र रेफस्य ऋकारस्य सम्बन्धः किञ्चित् भिन्नम् अस्ति, अत्र तु गुणकार्यम् अस्ति, ओके, तदनन्तरम् अत्र तु आद्यन्तौ टकितौ विषये तु वयं किमपि न जानीमः एव, अतः अस्मिन् विषये भवती तु जानाति, भवती जानाति, अहं महोदय तत् शङ्का अग्रे पृच्छतु महोदय, अग्रे यदा तत्र आगच्छति सा तदा पृच्छतु। वयं सर्वे न जानीमः खलु, समयः व्यर्थः भवति खलु। ओके, चलो अग्रे गच्छामः महोदय, समाधानं न इति अहं चिन्तयामि। कविता, वन् मोर् विकेण्डु, तदनन्तरं परिवर्तनं कुर्मः, ओके। पुंसयति, सविता भवती कर्तुं सिद्धा? सविता नास्ति वा? ओके, अग्रे गच्छामि। राधा, राधा नूतना अस्ति, सिद्धः अस्मि, ओके, करोतु। पुंस इति, पुंस इति धातुः, पुंसयति इति लट्लकारस्य रूपं दत्तम् अस्ति। विभजनं कृत्वा पुंस योगे अय योगे ति इति भवति। पुंस इति धातुः, अय इति विकरणप्रत्ययः, ति तिगन्तम्, ओके, अय इति विकरणप्रत्यय तत्र अस्ति, अतः दशमगणः भवितुं शक्यते इति अहं चिन्तयामि। ओके, बहु सम्यक्, हा हा, अधु चुरादिगणीयधातु अस्ति, ओके। इतोपि एकं कर्तुं शक्नुमः? सति टैमर् द्वे निमिषानि सन्ति, वी केन् डु टु मोर्, द्वयमस्ति, ओके। स्र नो एकनिमिषम् अत्र स्र अस्ति वा स्न अस्ति हा स्न अस्ति वा स्र अस्ति न अस्ति ओके ओके अहं करोमि स्नाति महोदय पृच्छामि वा महोदय पुंस धातु अस्ति किमस्ति वदामि वा पुंस धातु अस्ति तु विषये तत्तु समाप्तं न न समाप्तं न अभवत् भ्रमः अस्ति अत्र तत्र ओके आम् समाधानं पुंस धातु अस्ति हा पुंस धातु अस्ति पंस्यति भवति चुरादिगणे मत् चुरादिगणे मत् कि अत्र भवती अवदत् मत् सम्यक् अस्ति परन्तु दिवादिगणे किं कारणेन दिवादिगणे अपि स्यान् अस्ति तु तत्रापि यकार अस्ति पुं स य ति ओके इदानीं भवतः प्रश्नः अत्र मत् चुरादिगणे भवती अवदत् सम्यक् अस्ति मत् तत्र शङ्का अस्ति कि दिवादिगणे अपि स्यान् अस्ति तु यकार तु तत्र अपि अस्ति तु दिवादिगणे कथं जानामि दिवादिगणे अस्ति या चुरादिगणे अस्ति ओके कथं जानीमः अत्र प्रथमकार्यं वयं किं कुर्मः ति निष्कासयामः हा ति निष्कासयामः चेत् मम हस्ते किम् अस्ति पुं स य ओके पुं स य इति अस्ति अत्र अहं पुनः किं निष्कासयामि मम धातु साक्षात् धातु अस्ति पुंस् इति हा तद् निष्कासयामि हा पुंस् इति मम हस्ते अस्ति तद् निष्कासयामि चेत् किं मम हस्ते अवशिष्टभागः अस्ति अय अवगतं यानेम अवशिष्यते अय अवशिष्यते कथं यदा अहम् अत्र पश्यामि पुंस् विषये अत्र वर्णाः के अस्ति सन्ति हा मम हस्ते पू पुम् इति अहं लिखामि हा तस्य का समस्या नास्ति पुम् सकारः अकारः हा ओके अत्र अहं केवलं पुम् अधिकं सकारः स्वीकृतवती पश्यति अत्र हा पुंस् अत्र पुंस् मध्ये केवलं पुं सकारपर्यन्तमेव अहं स्वीकृतवती अकारः न स्वीकृतवती ओके अतः मम हस्ते अय इति तिष्ठति अय आगच्छति चेत् दशमगणीय इति वयं निर्णयं कर्तुं शक्नुमः किमर्थम् अत्र पश्यामः तत्र तु महोदय सम्यक् अस्ति परन्तु परन्तु पुंसि निच् अधिकं शप् अवशिष्टभागः अय इति लिखितमस्ति तदेव वयम् अत्र पश्यामः अतः निर्णयं कर्तुं शक्नुमः न एषः धातु किं दशमगणीयः इति पुनः समस्या अस्ति धातु ज्ञानम् आवश्यकमस्ति पुंस अहं ब्रह्मास्ति इति स अ स ह अ अपि अस्ति तो दिवादिगणैः भवति महोदय वर्णस्य गणितं करोतु मैनस् प्लस् करोतु न अत्र अहं किं मैनस् कृतवती टि मैनस् कृतवती टि मैनस् टि तु सम्यक् अस्ति तत्र तु सिद्धा नास्ति एवं करोति चेत् न यकार अस्ति न यकारम् अत्र सन्धिः अस्ति कि आय् भवति या भवति न निच् प्रत्ययस्य विषये कथं वयम् अय प्राप्नुमः तस्मिन् निच् प्रत्ययः तु आय् भवति अत्र तु असुविधा नास्ति महोदय अधिकं शब् एतस्य अय कथम् आगच्छति तस्मिन् विषये तु कोऽपि किमपि न उक्तवान् यावत् नै अय तु सम्यक् अस्ति निच् सप् प्रति निच् अस्ति अय तु भवति लेकिन् मत्ये कि गण गण द्विगण अस्ति एक दिवादिगणे अस्ति दिवादिगणे मत्ये कि विकर्ण प्रति अस्ति यादिगणे आय अभवत् एतस्य निर्णयः तत्र धातुं मतलब् किं निष्कास्यामि किं न निष्क्रियामि अत्र सीता अस्ति आर् निष्कामि अन्यथा न निष्कामि तत्र भ्रमः भवति परन्तु महोदय महोदय परन्तु अत्र धातु दत्तमस्ति वा पुंस धातु इति किं धातु दत्तमस्ति पुंस्यति दत्तमस्ति एग्री पुंस्यति इति तु सम्यक् अस्ति प्रथमपुटस्य वचने तु ति अवगच्छति पुंस्य भवति पुंस्य धातु पुंस पुंस अस्ति या पुंस अस्ति तत्र असुविधा अस्ति it is given it is given here right yeah ah acha okay okay okay tatra asti asti pumsa agree ha nahi shamita mahoday ek nimisham ek nimisham pums is halant shabd aya yojitva saya bhavati agre aham drishtava manyate मन्यते मन् धातु तत्र मन् हलन्त एव तिष्ठति या भवति मन्यते मनयते न भवति तद् दिव्य दिवादिगणे चतुर्थगण पुंसति स् सा भवति अय अय कारणेन स् सा भवति the difference I think you can see between manyate and pumsyate pumsayate ha I hope you understood yoga jugal kishor mahoday samadhanam ha mahoday aam aam aam okay dhanyawad manyate kritavantah ha manyate kritavantah ha idanim pumsayati iti vayam kritavantah sarvatra okay I'll remove all this idanim pashyati ke vayam api drashtum shaknumah pashyatu aya shamita mahode pumsayati iti dashama gane asti na ha pumsayati dashama gane asti churadi gane asti ha parantu tasya nirnayam vayam katham kritavantah tat drashtavyam okay अन्यत् किमपि अस्ति प्रश्नः अवशिष्टः भगिनि समयः अतीतः भवति हा समयः अतीतः ओके अग्रे गच्छामः गतावसरे यद् वयम् आरम्भं कृतवन्तः तत् किञ्चित् अग्रे इदानीं पुंसयति पर्यन्तं वयं कृतवन्तः न स्नाति न कृतवन्तः आं महोदय स्नाति नो विषये किञ्चित् समस्या आगतम् ओके पुंस् पर्यन्तं कृतवन्तः अग्रिम अवसरे वयम् अग्रे गच्छामः ओके चलो इदानीं किं कुर्मः किञ्चित् अग्रे गच्छामः कस्मिन् विषये किमस्ति इकोयणचि यावत्पर्यन्तं वयं दृष्टवन्तः न एतत् अहं मार्जयामि हा एतस्य उपयोगं नास्ति इदानीं हा अवगमनं कियत्पर्यन्तम् अभवत् गत अवसरे तत् अहं ज्ञातुम् इच्छामि ओके सर्वमङ्गला गतावसरे वयं किं पठितवन्तः कस्मिन् विषये पठितवन्तः सर्वमङ्गला न सरस्वती आं भगिनि महेश्वरसूत्र सूत्राणि वि रेड् अण्ड् देन् वि कम्प्लीटेड् व्यञ्जनानि द सेकेण्ड् एकनिमिषं कुत्र वयं पठिता आसम् अस्माकं मूल्ययन्त्राणि महेश्वरसूत्राणि महेश्वरसूत्राणि एतत् वयं समापितवन्तः न न गतावसरे अहं करपत्रं न पठितवती न अथवा वयं न पठितवन्तः गत अवसरे वयम् एतस्य किं फार्मुला वयं प्राप्तवन्तः स्मरणे अस्ति सरस्वती आं भगिनि वि वर् टाकिङ्ग् अण्ड् वि वि हाव् टु गो त्रू दिस् पाणिनीयं सूत्रं कथं पठनीयम् इति यण् सन्धि विषये वि आर् गोयिङ्ग् थ्रू द यण् डिफ़्रेण्ट् सन्धि यण् सन्धि वि हेवन् गान् थ्रू द करपत्रं यत् न न न करपत्रं वयं किमपि न तत्र किमपि न कृतवन्तः परन्तु तस्य प्रिपरेशन् वयं कृतवन्तः तत् तस्मिन् विषये वदतु पुनस्मरणं कृतवन्तः यण् सन्धि यण् सन्धिविषये कथं नदी तत्र इकार अस्ति चेत् प्रथमाक्ष प्रथमपदस्य अन्ते इकार अस्ति देन् द्वितीयपदस्य आदौ अन्यस्वराः अस्ति चेत् देन् सो वाट् वि सेड् इस् गिक् अनन् अनन्तरं परे अस्ति यण् भवति ईको यण् अचि ईको यण् अचि एतत्तु सूत्रं सर्वे जानन्ति परन्तु तत् किं वदति तस्मिन् विषये चिन्तनम् आरम्भं कृतं अतः इको यण् अचि एतस्य वयं किं सन्धि निष्कास्य हस्ते किम् आगच्छति इकः यण् अचि इति आगच्छति ओके यावत्पर्यन्तं प्रश्नः अस्ति वा हा दिस् इस् वाट् वि डिड् लास्ट् टैम् वि डिरैव्ड् इट् लास्ट् टैम् ओके इकः यण् मात्राज्ञा न जानामि किं न जानाति मात्राज्ञा तत्र अस्ति डीकार बडी दीर्घ मात्री अस्ति थर्ड् वन् महोदय अहं न अवगतवान् अवगतवती महोदय भगिनी आज्ञा अस्ति किल भगिनी तत्र मात्रे मध्ये मात्राज्ञा अस्ति किल तत् पृच्छति महोदय ओ अर्थ अर्थ पृच्छति अर्थ अपि ओ ओके अर्थ न पृच्छामि तत्र कथम् अभवत् त्र कथम् अभवत् त्र कथम् अभवत् ओके लिखित्वा दर्शयामि हा मम हस्ते किम् अस्ति अस्तु धन्यवादः मा धन्यवादः तृ ओके हा मम हस्ते मातृ अस्ति हा तदनन्तरम् आज्ञा अस्ति हा आ कुत्र अस्ति आ No, I think I'm doing some. Jaya. Agnya. Okay. Huh? Asmakam. Kim ekonomisham. Huh? Asmakam haste ma asti. Huh? Tadanantam takara asti. तदनन्तरं ऋकारः अस्ति अस्ति यावत्पर्यन्तं स्पष्टं सम्यक् अस्ति. इदानीम् अनन्तरं मम द्वितीयभागे आज्ञा अस्ति. ओके, अतः कण्डिशन् सेटिस्फैड् यङ् सन्धि कृते यङ् सन्धि कृते कण्डिशन् सेटिस्फैड् ऋकार इक् वर्णे आगच्छति इ ऊर् अतः ऋस्थाने रेफः आगच्छति. ओके, यावत्पर्यन्तम् अवगतम् महोदय? अवगतं सम्यक् अस्ति महोदय. अहम् अवगतं समस्या नास्ति. अत्र तदनन्तरम् अहं रेफः स्थापयामि. किमर्थं? कारणं ऋकारस्य स्थाने रेफः आगच्छति. अनन्तरम् आज्ञा इति लिखामि. ज्ञा अरे ओके ज्ञा इति चिन्तयतु. न न आज्ञा. इदानीं वर्णमेलनं साक्षात् वर्णमेलनं मात्राज्ञा आगच्छति न सिद्धति सिद्धति. अवगतं महोदय? आम् आं सम्यक् अवगतं महोदय. धन्यवादः, पुनः धन्यवादः. धन्यवादः किमर्थं महोदय? स्पष्टीकरणमेव भवति अत्र. ओके, इदानीम् अहं कुत्र अस्मि? इकः एतत् तु इदानीं समाधानम् अभवत् न, एतत् मार्जयामि. एतस्य उपयोगं नास्ति इदानीं. कस्याः पर्यायः? सरस्वती भवती वदति आसीत् वा? वदन्ती आसीत्. ओके भगिनि, यञ्छन्दी विषये वयं कृतवन्तः गतकक्षायां. कथं वयं प्राप्तवन्तः इति वयं कथं प्राप्तवन्तः? अत्र इक् लिखितम् अस्ति, अत्र यन् लिखितम् अस्ति. कथं वयं प्राप्तवन्तः? केवलम् इक् विषये वदतु, यन् विषये अनन्तरं पश्यामः. तत्र महेश्वरसूत्राणाम् आधारेण किं वयं प्राप्तवन्तः? इ ऊर् वर्णाः सन्ति अस्माकं हस्ते. ओके, इक् इक् इति तत्र सारि इ ऊरु अस्ति. एकनिमिषं माहेश्वरसूत्रम् उद्घाटयामि. अत्र माहेश्वरसूत्रं वयं पश्यामः चेत् इ उ ऋ ल प्रत्ययः वयं निर्माणं कर्तुं शक्नुमः. क हलन्तशब्द निष्कासयामः. प्रत्याहारनिर्माणार्थं ककारस्य उपयोगं तु भवति एव. कारणं बौण्ड्रि नो फार् गेटिङ्ग् द लेटर्स् टेकिङ्ग् द लेटर्स् वाट् इस् नीडेड् वि हव् टु स्टार्ट् फ्रम् इ अण्ड् गो आल् द वे अप् टु क बट् वि डोण्ट् कन्सिडर् दट् लेटर् ओके. एवं वयं प्राप्तवन्तः, परन्तु पुनः एकम् अस्ति अत्र इ अपि स्वीकुर्मः, ई अपि स्वीकुर्मः, उ अपि स्वीकुर्मः, ऊ अपि स्वीकुर्मः, तदेव ऋ ऋ विषये कथं निर्णयं कृतवन्तः? केवलम् इ स्वीकुर्मः चेत् इ द्वयमपि किं इन्क्लूडेड्? That is what it is understood, right? Both the ika, rasva as well as dirga ikara. Rasva, dirga, anantaram, atravayam, adha patitavantaram, yamavishya. Ashta, all those. Ashtadasha, vedadasha, santi, pashyatu atra. Rasva, dirga, kripta. उदात्त महोदय प्लुता प्लुता नागच्छति खलु प्लुता अपि आगच्छति वा सर्वम् आगच्छति हा परन्तु सामान्यतया यदा वयं सन्धिमध्ये सन्धिमध्ये प्लुता अपि आगच्छति वा आगच्छति परन्तु सम्भाषणे वयं प्लुतस्य उपयोगं न कुर्मः प्लुतस्य उपयोगं यदा कुर्मः तदा तु तत्र सन्दर्भः भिन्नः भवति तदा तु सन्धिकार्यं न कुर्मः सामान्यतया ओके परन्तु यदा पाणिनिमध्ये हा वदतु अहं धन्यवादः उक्तवती ओ ओके ओके सर् रस्व रस्वः दीर्घ प्लुप्त उदात्तः अनुदातः स्वरितः अनुनासिकः अननासिकः अस्ति सो अष्टादश इकारः भेदः अन्तर्भूताः सन्ति पाणिनीय इकारे यदा स्पष्टीकरणं न कृतं तदा तु अष्टादश भेदाः अन्तर्भूताः प्रतिवर्ण वर्णस्य इत्युक्ते अ इ ऊर् तत्र तु अष्टादशः सन्ति परन्तु लु विषये द्वादश अस्ति बिकास् लुकारस्य ह्रस्व दीर्घलुकारः नास्ति नास्ति तदनन्तरम् ए ओ ऐ औ तदपि द्वादश तत्र ह्रस्व अक्षराणि न सन्ति ओके अतः यदा वयम् इक् इति लिखामः तत्र इ अपि अस्ति इ अपि अस्ति अस्माकं किं यङ् सन्धिविषये केवलम् इ इ वयं पश्यामः उ ऊ पश्यामः सर्वम् अन्तर्भूतः अस्ति अतः इक् इति लिखामः चेत् अस्माकं शार्ट् फार्म् भवति न संक्षिप्तरूपेण वयं लेखितुं शक्नुमः अवगन्तुमपि शक्नुमः ओके यावत्पर्यन्तम् अवगतं श्रीधर् महोदय सर्वमङ्गल आगता वा सर्वमङ्गल इदानीं यं विषये वदतु मध्ये या आरभ्य य व र ल अक्षराणि य व र ल ल तकार तु न गणितं तत्र इच्छकवर्णः अस्ति नकारः अस्माकं बौण्ड्री लैन् अस्ति ओके यत्र आरभ्य नकारपर्यन्तं यत्किमपि आगच्छति उपयोगि इत्संज्ञकवर्णाः वयं न स्वीकुर्मः ओके एवं वयं यण् इति प्रत्याहारस्य निर्माणं कृतवन्तः इदानीम् अत्र पश्यतु अस्ति अस्ति आज्ञा आकृतिः एते सर्वे अच्वर्णाः सन्ति इत्युक्ते इकारानन्तरम् उकारानन्तरम् ऋकारानन्तरम् इक्वर्णानाम् अनन्तरम् यदा असवर्ण अच्वर्णः आगच्छति तदा इकारस्य स्थाने यकारः उकारस्य स्थाने वकारः एतत् सर्वं वयं दृष्टवन्तः. ओके, तदनन्तरं वयं किं साक्षात् पठितवन्तः किम् इको यण अचि इति रट्टा मार्गे पडा है. ओके, परन्तु तस्य अवगमनम् इदानीं कर्तुं प्रयत्नं कुर्मः. ओके, तदनुगुणं किञ्चित् विभक्तिविषयं ज्ञातव्यम्. ओके, एकनिमिषं, जस्ट् एक्स्क्यूस् मी फार् अ मिनिट्. हलन्तशब्दानां विषये विभक्तिरूपाणि जानन्ति वा? जानामि महोदय. आं महोदय. शत्रन्ता जानामि. पुल्लिङ्गशत्रन्ता. ओके, पश्यामः तद् उपयोगी भवति वा न. भवत्सवदपि जानामि. अरे, हौ डु ऐ मेक् दिस् लैन्स् मोर्. ओके, इदानीं वयं किं कुर्मः, ऐ एम् गोयिङ्ग् टु शो यु आल् अ शार्ट्कट् मेथड्. हा, हलन्तशब्दानां कृते विभक्तिरूपं किञ्चित् कठिनम् अस्ति इति सर्वे चिन्तयन्ति, परन्तु तत् तावत् किं कष्टं नास्ति. हा, I think some of you all know suaujas. Vadati va kopi sahayam karoti va? Ka vadati Purnima ha? चम्पा, पूर्णिमा का वदति सुओजस् विषये? का जानाति? वदतु. भगिनी वदामि वा? हा, केवलं वदतु. अम् अम् अनन्तरं सुओजस् अम् औटस् ताभ्यां भिस् एभ्याम्. अहं तु शार्ट् एण्ड् टैप्स् न. ओके, किञ्चित् मन्दं मन्दं वदतु. सु औ जस् सु औ जस् सु औ जस् आम् औट्सस् आम् अम् अम् अम् एयम् एयम् अम् अम् औट् औट् ताभ्यां भिस् तदनन्तरं भ्यां भ्यां भिस् भिस् भिस् भिस् ओके भ्यां भ्यास् दीर्घ भवेत् भ्यां दीर्घ भवेत् महोदय ओ ओके ओके ओके टङ्कणदोषम् अस्ति ओके इदानीम् ओके इदानीं भ्यां भ्यास् ऐ एम् डूइङ्ग् शार्ट्कट् हा कापि पेस्ट् करोमि ओके अनन्तरं नेभ्यां भ्यास् ने कथं लिखनीयं ने ने भ्यां भ्यां तु लिखितमस्ति अनन्तरं भ्यास् भ्यास् ओके एतदपि द्विवारम् आगच्छति न द्विवारं द्विवारम् आगच्छति चलो कापि पेस्ट् कापि पेस्ट् कण्ट्रोल् डि तत्तु भ्यां व्यस् कापि पेस्ट् जानामि नसि भ्यां व्यस् नी अनन्तरं भ्यां व्यस् आगतं तदनन्तरं नस् यस् ओहो ओके ओस्तुवारं अनन्तरं ओके ओके एतस्य कदाचित् जुगल् किशोर् महोदय जानाति सूत्रस्य उपयोगं सूत्राणाम् उपयोगं कृत्वा अवशिष्टरूपं किं भवति जानाति वा विसर्ग भवति महोदय विसर्ग एकनिमिषं हा अरे मम पुस्तकं कुत्र अस्ति ओके एवमेव अत्र तु सा आगच्छति विसर्गस्य सकारस्य स्थाने किं विसर्गः आगच्छति अनन्तरम् अत्र किम् आगच्छति विसर्ग भवति न विसर्ग जातु संज्ञा भवति अत्र अस् आगच्छति अस् आगच्छति तदनन्तरं किम् आगच्छति अम् तु अमित् भवति न तदनन्तरम् औट् स्थाने औ एव आगच्छति अनन्तरं षष् स्थाने अभिसर्ग अस् एव आगच्छति ओके अनन्तरं ता स्थाने किम् आगच्छति तागस्थाने आ भवति अनन्तरं भ्यां स्थाने भ्यां भ्यामेव आगच्छति न तत्र तु समस्या नास्ति नास्ति नास्ति अहं पुनः कापि पेस्ट् करिष्यामि त्रिवारं भ्यां तु आगच्छति न भ्यां भ्यां त्री टैम्स् अनन्तरम् अत्र किम् आगच्छति भिः आगच्छति न अतः वयं भिस् एव स्वीकुर्मः भ्यस् भ्यस् पुनः भ्यस् एव तदनन्तरम् ओ अत्र एक भवति किम् अवशिष्यते ओ महोदय किशोर हा ए भवति महोदय ए ए अवशिष्यते न धातुसंज्ञा भवति तु ए भवति न आम् आम् अनन्तरं तत्र अस्ति भवति नीकारपि नीकारपि भवति संज्ञा भवति अस् भवति अस् तदनन्तरं अस् ङस्थाने अपि अस्येव भवति न आम् आम् आम् अनन्तरम् अत्र अत्र किम् आगच्छति अत्र एकनिमिषम् ओ ओस् ओस् ओस् सेम् प्रयुक्तं नास्ति ओके अनन्तरं द्विस्थाने किम् आगच्छति एव अनन्तरं किम् आगच्छति यदा वयम् एतत् मनसि स्थापयामः हलन्तशब्दस्य किं विपक्षीरूपं पश्यामः सकारस्य स्थाने विसर्ग भवति इदानीं पश्यन्तु इत् इत् अस्ति इतः कुत्र आगच्छति अह कुत्र आगच्छति पञ्च ओ एकनिमिषं हा एतत्तु अस्ति विभक्ति हा ओके प्रथमा विभक्ति केवलम् अह आगच्छति यत्र यत्र सकारः अस्ति तत्र विसर्गं स्थापयितुं शक्नुमः ओके महोदय I am not able to understand this chart. What is this chart? I am explaining to you. Okay. Chinta ma karotu. Chinta ma karotu. Prathamam vayam kim kurmaha. Alanta shabdah. Sridhar Mahodaya. Bhavane eva agachati. Sridhar Mahodaya. Application. भवतः मनसि किमपि हलन्तशब्दः अस्ति प्रातिपदिकरूपं वा पुल्लिङ्गरूपम् शेखर महोदय सरलं सरलशब्दः भवान् स्वीकरोतु मरुत् शब्दः ओके मरुत् शब्दः कुर्मः चिन्ता मा करोतु इदानीं हा श्रीधर् महोदयस्य निर्णयः श्रीधर् महोदय भवान् अस्ति न ओके किं स्वीकर्तुम् इच्छति मरुत् जगत् भवान् चलो चलो श्रीधर महोदय प्लीज एक्सप्लेन आई एम नॉट एबल टू अंडरस्टैंड न न हलन्त शब्दः किमपि स्वीकरोतु भवान् शब्दः स्वीकरोति जानाति भवान् शब्दस्य विभक्तिरूपिणी सरलमस्ति भवान् विभक्तिरूपाणि जानन्ति भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः तद् जानाति जानामि ओके इदानीम् आरम्भं करोतु प्रथमा विभक्ति एकवचनं द्विवचनं बहुवचनं भवान् भवन्तौ भवन्तः भवान् भवन्तौ भवन्तः अत्र सकारस्य उपयोगं नास्ति भवन्तौ औ भवन्तः अह ओके यावत्पर्यन्तम् अवगतम् इदानीं द्वितीया विभक्ति रूपाणि के रूपाणि कानि वदतु भवतः नकारः गच्छति तत्र भवन्तं भवन्तौ भवतः अनन्तरं द्वितीयाविभक्ति किं भवति भवामि महोदय क्रियापदं नास्ति भवान् महोदय क्रियापदं स्वीकृतवान् भवति भवान् शब्दः स्वीकरोतु महोदय भवति इति न भवति इति क्रियापदम् अस्ति भवती न मा स्वीकरोतु जगत् महोदय जगत् शब्दः जानाति जगत् विभक्तिरूपाणि जगत् शब्दस्य जानाति न जानामि ओके एकं कार्यं भवान् करोतु अलङ्कशब्दानां कृते विभक्तिरूपाणि लेखनीयं वा कथम् अस्ति अस्मिन् विषये किञ्चित् चिन्तनं करोतु अग्रिम अवसरे आगच्छतु ओके तत् कृत्वा ओके भवान् शब्दः मरुत् शब्दः जगत् शब्दः अनन्तरं सरस् क्षम्यतां भगिनि किञ्चित् नाय्स् अस्ति म्यूट् मध्ये न भवति इति अहं चिन्तयामि कोऽपि इदानीं पूर्णिमा म्यूट् कृतवती नाय्स् गतम् ओके श्रीधर् महोदय भवतः कृते किञ्चित् आवश्यकमस्ति विभक्तिरूपाणि हलन्तशब्दानाम् अजन्तशब्दानां भवान् जानाति वा कविः कवी कवयः इकारान्तशब्दाः कविं कवी कवीन् कविना कविभ्यां कविभिः एवं कथं करणीयं सप्तसु विभक्तिषु रूपाणि जानाति किञ्चित् रिविजन् करोतु अकारान्त उकारान्त ऋकारान्त इकारान्त उकारान्त स्त्रीलिङ्गे पुल्लिङ्गे तदनन्तरं हलन्तशब्दाः ओके हलन्तशब्दाः नकारान्त तकारान्त सकारान्त सर्वमस्ति न किञ्चित् रिविजन् कृत्वा अग्रिम अवसरे आगच्छतु एतस्य आधारेण भवतः कार्यं किञ्चित् सुलभं भविष्यति ओके ओके ओके किञ्चित् किञ्चित् अवगतं इदानीं सुशीला सुशीला आं भगिनि आमाम् ओके भवती किमपि हलन्तशब्दः स्वीकृत्य वदतु आं भगिनि एकनिमिषम् अहं करोमि जगत् जगत् ओके ओके जगत् अनन्तरं जगतौ जगत् जगति जगन्ति अस्ति तत्तु न जगत् जगति जगन्ति तदनन्तरं तृतीया विभक्ति जगत् जगतः जगतः जगत् विस्मृतवती भगिनि निर्माणं कृतवान् पुनः स्मरणं कृत्वा अग्रे आगच्छामि ओके अग्रिम अवसरे वदानि वा भगिनि वदानि वा आगच्छन्तु पूर्णिमा भवती वक्तुम् इच्छति ओके वदतु वदतु वदामि जगज्जगति जगन्ति जगज्जगति जगन्ति जगतः जगद्भ्यां जगद्भिः एकनिमिषं जगता आ जगद्भ्यां भ्यां जगद्भिः भिः अनन्तरं चतुर्थ जगते जगद्भ्यां जगद्भ्यः अतः ए अस्ति जगते जगद्भ्यां जगद्भ्यः अनन्तरं जगतः जगद्भ्यां जगद्भ्यः जगतः सकारः अस्ति जगद्भ्यां भवति जगद्भ्यः तत्रापि सकारस्य स्थाने विसर्गः हा अनन्तरं जगतः जगतोः जगतां जगतोः जगतोः जगतां जगताम् ओके जगति जगतोः जगत्सु ओके जगति जगतोः जगत्सु एकनिमिषं अहं किं करोमि भगिनी एकत्र जगतः जगतः द्वयोः जग अस्ति परन्तु एकत्र हृणसि अस्ति एकत्र अस्ति कथम् एकनिमिषं एकनिमिषं तस्मिन् विषये अनन्तरं चिन्तयामि इदानीं मम अत्र सरलं कर्तुम् अहं पुनः लिखामि प्रथमद्वितीयतृतीयचतुर्थपञ्चमी यावत्पर्यन्तम् अत्र सकारस्य स्थाने विसर्गः एव स्थापयामः परन्तु अत्र अहं प्रथमाविभक्ति एकवचने अहं विसर्गं न स्थापयामि औ अनन्तरम् अह किं पुस्तके अह अस्ति पुस्तके तु यत्किमपि दत्तम् अस्ति तस्मिन् विषये तु अहं चिन्ता एव न करोमि एतत्तु अहं कुत्र उक्तवती अह मरुत् स्वीकरोतु भगिनि दट् विल् बि मच् ईज़ि मरुत् मरुत् मरुत् शब्दं मरुत् किञ्चित् सुलभं भविष्यति आं भगिनि तत्तु सत्यम् अहं वदामि मरुत् अहं पुस्तकं स्वीकरोमि इदानीं वक्तुं शक्नोति मरुतः मरुत् मरुतः अन्य सर्वे समानं भगिनि मरुत् बहु सुलभमस्ति भ्यां भ्यां तु अहं निष्कासयामि फार् द मोमेण्ट् आस्थाने किम् आगच्छति न ए आगच्छति न अत्र ए अनन्तरम् अह अह पुनः अह अनन्तरम् इ न अन्तिम इ ओके आम् ओके यावत्पर्यन्तम् ओके का वदति विभक्तिरूपाणि का वदति मरुत् शब्दस्य सुशीला वदामि सुशीला ओके पुस्तकं दृष्ट्वा वदतु वयं वयं कम्पेरिसन् ओके आम् एकनिमिषम् ऐ डोण्ट् नो हौ दिस् इस् वर्किङ्ग् ओके वयमपि द्रष्टुं तु न शक्नुमः अतः अहं किञ्चित् इदानीं द्वयमपि एकत्री वदतु मरुत् न मरुत् मरुत् मरुतौ मरुतः अहं डेश् स्थापयामि मरुत् मरुत् मरुत् मरुतौ मरुतः मरुतं मरुतं मरुतौ मरुतः मरुतः अनन्तरम् अनन्तरं मरुता मरुद्भ्यां मरुद्भिः अनन्तरं मरुते मरुद्भ्यां मरुद्भ्यः अनन्तरं मरुतः मरुद्भ्यां मरुद्भ्यः अनन्तरं मरुतः मरुतोः मरुतां मरुती मरुतोः मरुत्सु अतः रस्व दीर्घा नास्तु सप्तमी मध्ये रस्व मरुति मरुति आं रस्व एव उक्तवती आम् ओके मरुति आम् bhavati eva atva ka, who are the volunteers? Come on, any volunteers? Kim bhagini anya kartum etat formula upayogam kritva takara nakara yat स्वीकुर्मः वदामि वा शब्दः कः करोति वा का करोति कः शब्दः भगिनी सुहृद् सुहृद् सुहृद् अहमेव करोमि भगिनि अहं करोमि भगिनि सुहृद् सुहृदौ सुहृदः सुहृदौ सुहृदः सुशीला करोमि भगिनि भवती करोति वा अथवा चम्पा का करोति सुशीला करोमि भगिनि सुशीला भवती तु मरुशब्दस्य कृतवती ओके अस्तु अस्तु चम्पा करोति वा आम् अहं वदामि ओके वदतु सुहृत् सुहृत् सुहृदौ सुहृदः न एकवचनं द्विवचनं बहुवचनं न सुहृत् सुहृदौ सुहृदः ओके सुहृदः सुहृदः अनन्तरं सुहृदा सुहृदभ्यां सुहृद्भ्यां सुहृदस्ति न सुहृदे चतुर्थी सुहृद्भ्यां सुहृदे सुहृदे अस्ति न दकार एकार सुहृदे सुहृदे सुहृद्भ्यां सुहृद्भ्यः सुहृदः सुहृद्भ्यां सुहृद्भ्यः सुहृतः सुहृदौ सुहृदां सुहृदां सुहृदि सुहृदौ सुहृदि सुहृदि सुहृदि सुहृदोः सुहृत्सु ओके सरलमस्ति न किञ्चित् प्राक्टिस् कुर्वन्तु अग्रिम अवसरे अग्रे गच्छामः एतस्य आधारेण हा श्रीधर् एण्ड् हू एल्स् हू आर् दि अदर् पीपल् सर्वे जनाः प्राक्टिस् कुर्वन्तु ओके हलन्तशब्दानां कृते विभक्तिरूपाणि कथम् आगच्छति अनन्तरम् एतस्य यत् वयम् इदानीं निर्णयं कृतवन्तः निर्मितवन्तः तस्य आधारेण अस्माकं कार्यं कथं सुलभं भविष्यति यत्किमपि अन्तः हलन्तः अस्ति तस्य विरक्तिरूपाणि एतस्य आधारेण वयं सरलतया कर्तुं शक्नुमः सामान्यतया 90% आफ् द केसेस् दिस् विल् वर्क् ओके भगिनी एकः समस्या अस्ति tatra you have two times written right so what is the difference between the left three columns versus the right three columns if you take su au jas amot shas etasya vishe bhavati prachyati va bhagini okay etasya adharena रैट् हेण्ड् कालम् निर्मितम् अस्ति ओके तत्र किमपि सूत्रम् अस्ति यस्य आधारेण सु इति यत् अस्ति तस्य स एव अवशिष्यते औ औ एव जस् एतस्य अस् एव अवशिष्यते एतत् सर्वं सूत्रस्य आधारेण आगच्छति ओके अतः अहं यत् निष्कासनं करणीयं तत् निष्कास्य अत्र स्थापितवती ओके अतः अस्माकं विभक्तिरूपाणि हलन्तशब्दानां कृते किञ्चित् सरलं भवति. ओके, अवगतम्? किञ्चित् अधः द बाटम् पार्ट् इस् द फैनल् फार्म् आफ् वाट् एवर्. सकारः अस्ति, सामान्यतया सकारस्य विसर्गे परिवर्तनं भवति. ओके, तत्रापि सूत्रमस्ति. अतः पुनः अहं लिखितवती, सकारस्य स्थाने विसर्गं स्थापयित्वा लिखितवती. तदा पुनः इतोपि सरलं भविष्यति. ओके, ओके. इदानीं भवन्तः किं करिष्यन्ति, यत्किमपि हलन्तशब्दं स्वीकुर्वन्तु. होम्वर्क्, हलन्तशब्दं स्वीकुर्वन्तु, यत्र कुत्रापि तस्य विभक्तिरूपाणि पश्यन्तु, तदनन्तरं कम्पेर् कुर्वन्तु अन्तिमभागस्य रूपं केन सह अस्माकं निर्मितं टेबुलर् फार्म् एतेन सह कम्पेरिसन् कुर्वन्तु. करेक्ट् भवति वा न, कुत्र परिवर्तनं भवति? सामान्यतया एतस्य किं बहु सुलभं भवति एतत्. भगिनि, तत्र सम्बोधनविभक्ति रूपं नास्ति वा? सम्बोधनं तु प्रथमा एव अस्ति, न केवलम् एकवचने तु भिन्नम् अस्ति. ओके, सम्बोधने केवलम् एकवचनस्य परिवर्तनं भवति सामान्यतया. द्विवचनं बहुवचनं तत्र तु परिवर्तनं न भवति. ओके, अतः एव तस्य नाम एव प्रथमा सम्बोधनम् इति. ओके, ओके, समापयामः. ओके, 10 मिनिट्स् एक्सीडेड्. ॐ पूर्णमदं पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः, शुभदिनं, शुभरात्रि. समापयामि.